गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरगुरु साक्षात् पर्वम् तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतमस्मि न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र पृथक्त्वमपि भेदः तयोः मध्ये कः किं वैलक्षण्यम् इति तस्मिन् सन्दर्भे तथा तत्र अवधिः विषयः आगतः अवधिः इति विषये वयं किमपि अतीतवन्तः तत्र नियत अवधिकत्वं नाम नियमेन अवधिः भवतु नाम तत्र यत्र वयं वदामः घटः पठात् भिन्नः तत्र घटः भिन्नः इत्युक्ते कस्मात् इति आकाङ्क्षा भवति तर्हि तत्र पठात् इति यदि वयं शृण्मः तर्हि तत्र समाधानं भवति तर्हि तत्र पटः अवधिः तत्र अवधेः आकाङ्क्षा भवति तत्र नियमेन नाम तत्र निश्चयेन तत्र अवधिः भवति इति अत्र अस्ति तत्र नियत अवधिकत्वं तत्र वयं दृष्टवन्तः तत्र सर्वत्र न भवति भेदस्थले अस्ति अपि तत्र अन्यत्र कुत्र अस्ति शोभगिनि अन्यत् उदाहरणं यत्र नियत अवधिकत्वम् अस्ति आम् महोदय यत्र नियतावधिकम् अस्ति तत्र उदाहरणं तत्र वेदस्थले नियतावधिकत्वम् अस्ति अन्यत् उदाहरणं तादृशं वेदः वेदं विहाय वेदस्थले अस्ति अपि च पृथक्त्वे पृथक्त्वस्थले अस्ति वा पृथक्त्वस्थले अस्ति वा पृथक्त्वस्थले अपि अस्ति नियतावधिकत्वं नियतावधिकत्वं पृथक्त्वस्थले अपि नाम घटः पृथक् इति वदामश्चेत् तत्र कस्मात् इति आकाङ्क्षा हा घटः पृथक् तेन अर्थबोधः न भवति आकाङ्क्षा तु भवति एव कस्मात् इति अतः तत्र अवधिः अस्ति नियतावधिकत्वम् इति अस्ति समीचीनं किन्तु तत्र वयं जानीमः तत्र सर्वत्र अवधिः यत्र अस्ति तत्र अवधिः तत्र संयोगस्थले अपि भवति किन्तु तत्र केवलम् आरोपणं नाम निष्ठः अस्ति इति कृत्वा तत्र नियतावधिकत्वम् इति न वदामः तत्र आरोपणम् एव कदाचित् सन्दर्भानुसारं वयं तत्र हस्तपुस्तकयोः संयोगः अस्ति चेत् हस्ते एव संयोगः अस्ति किन्तु पुस्तके नास्ति इति चिन्तनं तदा पुस्तकम् अवधिः भवति अपि हस्तः आश्रयः भवति संयोगस्य इति अस्ति अतः तत्र नियतावधिकत्वम् इति जानीमः तत्र निखिलावधिकत्वं नाम किं तत्र मृणनी भगिनी एतावत् वयं किमपि दृष्टवन्तः वा तत्र निखिलावधिकत्वस्य उदाहरणं निखिलावधिकत्वं नाम किम् यः निखिलावधिकः तस्य अवधयः निखिलम् अपेक्षते निखिलं न समीचीनं नाम अवधिसमुदायः अवधिसमुदायः कीदृशः भवति निखिलावधिकत्वं भवति चेत् अवधिसमुदाये सर्वे पदार्थाः सन्ति वा लोके अथवा स्वं विहाय अन्यः उत्तमं भगिनि हा स्वं विहाय सर्वे पदार्थाः भवेयुः तदा एव तत्र निखिलावधिकत्वम् इति वदामः नाम स्वम् इति घटः इति स्वीकुर्मश्चेत् घटः इति स्वम् इत्युक्ते तर्हि अवधिरूपेण घटं केवलं घटं विहाय अन्ये सर्वे पदार्थाः तत्र अवधिसमुदाये भवेयुः नाम अवधिरूपेण सर्वान् अन्यान् पदार्थान् घटं विहाय अन्यान् सर्वान् पदार्थान् अवधिरूपेण स्वीकर्तुं शक्नुमः इति भवति चेत् तदा निखिलावधिकत्वम् इति वदामः तत्र पृथक्त्वस्थले निखिलावधिकत्वम् आसीत् वा मृणालिनी भगिनी पृथक्त्वस्थले नाम घटः इति तत्र अवधिरूपेण न स्वीकर्तुं शक्नुमः खलु घटः घटः स्वस्मात् पृथक् इति न वक्तुं शक्नुमः न वक्तुं शक्नुमः अतः तत्र घट तर्हि घटे विद्यमानपृथक्त्वे तस्य अवधिसमुदायः, तत्र घटे विद्यमानः विद्यमानं पृथक्त्वं तस्मिन् तस्य पृथक्त्वस्य अवधिसमुदायः कीदृशः इति पश्यामः, तर्हि तत्र घटः इति तु नास्ति, यतोहि घटः स्वस्मात् पृथक् इति नास्ति. तर्हि तत्र किन्तु अन्य कोऽपि पदार्थः अस्ति वा यस्मात् घटः न पृथक्? स्वस्य कपालत् अपि पृथक् नास्ति. हा उत्तमं. तर्हि तत्र अवयवभूतकपालः यः अस्ति घटस्य, तस्मात् कपालात् अपि घटः पृथक् नास्ति, यतोहि समानदेशः इति कृत्वा. तर्हि तत्र कपालः अपि अवधिरूपेण न स्वीकर्तुं शक्नुमः, कपालः अपि अवधिसमुदाये नास्ति, अतः अवधिसमुदायः स्वं विहाय सर्वे पदार्थाः अवधिसमुदाये सन्ति इति न वक्तुं शक्नुमः, अतः पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति भवति. हा समीचीनम्. इदानीं तत्र तर्हि तत्र पृथक्त्वस्थले अवधिसमुदायः बृहत् अवधिसमुदाये बृहान् अस्ति, नाम तत्र पुस्तकम् अस्ति, वृक्षः अस्ति खलु, अन्यः घटः अपि अस्ति, नाम यः घटः अस्माकं पुरतः अस्ति सः तु तत्र नास्ति, किन्तु नूतनघटः यः कोऽपि नूतनघटः अस्ति तं घटम् आनयति चेत् एषः घटः तस्मात् नूतनात् घटात् पृथक्. तर्हि अवधिसमुदाये घटाः अपि सन्ति, किन्तु केवलम् एषः घटः तस्मिन् अवधिसमुदाये नास्ति. तर्हि अवधिसमुदायः अनन्तः अस्ति, अवधिसमुदायः अनन्तः अस्ति, अनेके पदार्थाः तस्मिन् सन्ति, किन्तु केवलं घटस्य अवयवपरम्परायां ये पदार्थाः सन्ति केवलं ते पदार्थाः तस्मिन् न अन्तर्भूताः. तान् विहाय सर्वान् अन्ये सर्वे पदार्थाः तत्र सन्ति, अतः अनन्तः अस्ति तत्र अवधिसमुदायः. इदानीं किन्तु तथापि तत्र निखिलावधिकत्वं नास्ति. इदानीं तत्र नीता भगिनी, इदानीं तत्र भेदस्थले नियतावधिकत्वम् अस्ति खलु? भेदस्थले नियतावधिकत्वम् अस्ति नास्ति, यतोहि तत्र घटः भिन्नः इति वदा कोऽपि वदति चेत् वयं पृच्छामः तत्र घटः कस्मात् भिन्नः इति पृच्छामः, तर्हि तत्र नियत अवधिः भवति एव, नियमेन अवधिः अस्ति, अत्र नियतावधिकत्वम् अस्ति. तत्र का स्थितिः आसीत्, नाम पृथक्त्वस्थले निखिलावधिकत्वं नास्ति इति दृष्टवन्तः. इदानीं तत्र भेदः नाम अन्योन्य अभावः खलु, भेदः नाम अन्योन्य अन्योन्य अभावः, घटभेदः नाम घटस्य अन्योन्य अभावः, घटस्य अन्योन्य अभावः इति अस्ति. अन्योन्य अभावः नाम तत्र इदानीं तत्र पटे घट एषः घटभेदः वर्तते वा? पटे घटभेदः वर्तते, पटे घटभेदः वर्तते वर्तते, यतोहि पटः घटः न, अथवा पटः घटात् भिन्नः, पटः घटात् भिन्नः, अतः तत्र घटभेदः वर्तते. पुस्तकं घटात् भिन्नः इति वदामः चेत् तत्र पुस्तके पुस्तकं भेदस्य आश्रय इत्युक्ते पुस्तके घटभेदः वर्तते, घटः तत्र अवधिः, घटः तत्र अवधिः. हा उत्तमं, तर्हि घटः तत्र अवधिः. पटे पटः तत्र घटात् भिन्नः, तर्हि पटे घटभेदः वर्तते, अपि पुस्तकं पुस्तकमपि घटात् भिन्नम्, अतः पुस्तके अपि घटभेदः वर्तते. घटभेदः कुत्र वर्तते लोके इत्युक्ते तत्र पटः घटात् भिन्नः, तत्र अपि पटे घटभेदः वर्तते, पुस्तकं घटात् भिन्नः, पुस्तके घटभेदः वर्तते, सर्वेषु पदार्थेषु घटभेदः वर्तते, परन्तु तत्र घटे घटभेदः नास्ति इति. केवलं घटे घटे घटभेदः नास्ति. इदानीं कपाले घटभेदः वर्तते वा? कपाले अपि घटभेदः वर्तते. कपाले अपि घटभेदः वर्तते, नाम तत्र कपालः घटात् पृथक् नास्ति, किन्तु कपालः घटात् भिन्नः भिन्नः अस्ति, भिन्नः अस्ति, अतः कपाले अपि घटभेदः वर्तते, अतः तत्र स्वं विहाय घटभेदः सर्वत्र वर्तते. तत्र घटभेदः इति वक्तुं शक्नुमः, तत्र प्रतियोगी यत् अस्ति, प्रतियोगिनं यत् घट, तं विहाय सर्वत्र भेदः वर्तते इति अस्ति खलु. तर्हि तत्र घटभेदः प्रतियोगिनं घटं विहाय सर्वत्र वर्तते, तथैव तत्र पटभेदः पटं प्रतियोगिनं पटं विहाय सर्वत्र वर्तते वर्तते. इदानीं तत्र अवधिसमुदायः, तत्र भेदस्य निखिल अवधिकत्वम् अस्ति वा? यदा तत् प्रतियोगिनं विहाय सर्वत्र भवति इत्युक्ते यस्मिन् तादात्म्यसम्बन्धेन वर्तते तं विहाय सर्वत्र भेदः वर्तते. इदानीं समीचीनम्. इदानीं तत्र घटभेदः प्रतियोगिनं घटं विहाय सर्वत्र भवति, पटे अस्ति, पुस्तके अस्ति, वृक्षे अस्ति, तर्हि तत्र कपाले अपि अस्ति. अतः घटस्य परमाणुः यः अस्ति तत्र अपि घटभेदः वर्तते. इदानीं तत्र घटभेदस्य अवधिसमुदायः, घटभेदस्य अवधिसमुदायः कीदृशः इति पश्यामः. तर्हि गतवर्गे दृष्टवन्तः, किन्तु नाम यदि उदाहरणार्थं तत्र स्वीकुर्मः, पुस्तकं घटात् भिन्नम्, तर्हि पुस्तके घटभेदः अस्ति वा? पुस्तकं घटात् भिन्न इति वदामः चेत् घटभेदस्य आश्रयं पुस्तकं, पुस्तके घटभेदः वर्तते वर्तते. तत्र अवधिः कः अत्र? अत्र घटः एव अवधिरूपेण आगच्छति, घटः एव अवधिः. समीचीनम्. इदानीं तत्र पटे घटभेदः वर्तते यदि वयं वदामः, नाम पटः घटात् भिन्नः भिन्नः, तर्हि पटे अपि घटभेदः वर्तते, तत्र अवधिः कः? अत्रापि घटः एव अवधिः, घटः एव अवधिः. इदानीं तत्र किञ्चित् वैचित्र्यमस्ति खलु, नाम पृथक्त्वस्थले घटे विद्यमानपृथक्त्वं, घटे पृथक्त्वमस्ति किन्तु तस्य पृथक्त्वस्य अवधिसमुदाये घटः नास्ति खलु. इदानीं घटभेदः यः अस्ति तस्य अवधिसमुदाये के सदस्याः सन्ति? तत्र घटः अस्ति भिन्नत्वस्थले, तत्र अवधिसमुदाये घटः अस्ति. अस्तु, इदानीं तत्र तस्मिन् समुदाये पटः अस्ति वा? भिन्नत्वस्थले तत्र भेदः स्थले अवधिसमुदाये पटः घटात् भिन्न इति वदामः चेत् तत्र पटः घटात् भिन्न, तत् अवधिरूपेण पटः न आगच्छति खलु. तर्हि घटभेदः इति नाम तत्र केवलं भेदः इति नास्ति खलु, वयं केवलं घटभेदस्य एव नाम घटस्य अन्योन्यभावः एव विषयः, तस्य अवधिसमुदायः घटभेदस्य अवधिसमुदायः, तस्मिन् घटे तु अस्ति किन्तु अन्य कोऽपि अस्ति वा तस्मिन् समुदाये पटः? न, अवधिसमुदाये नास्ति. हा, अवधिसमुदाये केवल तत्र घटः अस्ति, पटः नास्ति, पुस्तकं नास्ति, यतोहि पुस्तकं घटात् भिन्नम् इति वदामश्चेत् पुस्तकम् आश्रयः भवति घटभेदस्य, आश्रयः न तु अवधिः. तत्र अवधिः तु घटः एव, यतोहि घटात् भिन्नः, घटात् भिन्नः इति एव प्रयोगः भवति, पटः घटात् भिन्नः, पुस्तकं घटात् भिन्नम् इति एव प्रयोगः भवति इति कृत्वा सर्वत्र घटः एव अवधिः. तर्हि घटभेद वदतु भगिनि. आशयः बहवः भवितुम् अर्हति, परन्तु घटभेदः तत्र एकः एव अवधिः भवति. घटभेदस्य एकः एव अवधिः, घटः एव, घटः एव. अतः भेदस्थले, भेदस्थले नाम पटभेदः इति तस्य अवधिः समुदाये कः कः अस्ति? पटभेदः इति वदामः चेत् तत्र पटः एव अवधिः, अवधिः पट अवधिसमुदाये केवलं केवलं पटः एव अस्ति, अन्य कोऽपि तत्र नास्ति, पटः एव अस्ति. अतः भेदस्थले अवधिसमुदाये केवलम् एकः एव सदस्यः, सः कः? सः प्रतियोगी, प्रतियोगी एव. घटभेदस्य अवधिसमुदाये घटः, पटभेदस्य अवधिसमुदाये पटः. तर्हि भेदस्थले अवधिसमुदाये केवलं प्रतियोगी एव भवति, अन्य कोऽपि नास्ति, नाम स्वम् एव, स्वम्. अतः तत्र निखिलावधिकत्वं न भवति, यतोहि स्वं विहाय अन्ये सर्वे सदस्य पदार्थाः भवेयुः निखिलावधिकत्वम् इच्छामश्चेत्. किन्तु स्वम् अवधिसमुदाये अस्ति, स्वं मास्तु इति उक्तं, किन्तु स्वम् अस्ति न वा चिन्ता मास्तु, अन्ये सर्वे पदार्थाः भवेयुः इति आसीत् नियमः. किन्तु स्वं तु अस्ति, प्रतियोगी तु अस्ति, किन्तु स्वम् इति प्रायशः तत्र समीचीनं नास्ति, नाम स्वम् इति तत्र प्रायशः तत्र अवधिसमुदाये तत्र हा अतः तत्र किन्तु तत्र निखिलावधिकत्वं नास्ति, यतोहि तत्र अवधिसमुदाये केवलं घटः एव प्रतियोगी एव अस्ति, अन्य कोऽपि तत्र नास्ति. घटभेदस्य अवधिसमुदाये घटः प्रतियोगी एव अस्ति, अन्य कोऽपि नास्ति, अतः तत्रापि निखिलावधिकत्वं नास्ति. एकः एव सदस्यः तत्र निखिलावधिकत्वार्थं सर्वे पदार्थाः स्वं विहाय सर्वे अन्ये पदार्थाः तत्र भवेयुः, तर्हि तत्र समुदायः अनन्तः भवति. किन्तु अत्र तु एकः एव सदस्यः, एकः एव सदस्यः प्रतियोगी एव. अतः तत्र हा अतः एव वयं तत्र दृष्टवन्तः वेदस्य तत्र अन्तिमवाक्यम् अस्माकं गतवर्गे यत् पठितं तत्र वेदस्य अवधिः प्रतियोगिरूपः इति रूपः, प्रतियोगिरूपः नाम वेदस्य एकः एव अवधिसमुदाये एकः एव सदस्यः, अवधिसमुदायः इति वदामः किन्तु एकः एव सदस्यः, तस्मिन् सः कः इत्युक्ते तत्र प्रतियोगी एव तत्र. तर्हि अवधिः प्रतियोगिरूपः एव अस्ति, अन्य कोऽपि तत्र नास्ति इति इति पठितवन्तः, एतावत् अवगतवन्तः. एतावत् तत्र कोऽपि प्रश्नः नाम भेदस्थले अपि निखिलावधिकत्वं नास्ति इति अवगतवन्तः गतवर्गे. अस्मिन् विषये कोऽपि प्रश्नः नो चेत् स्पष्टम् अस्तु. तर्हि अग्रे सरम तत्र योगेन्द्रमहोदय नमस्कारः, उषा भगिनी नमस्कारः. नमस्कारः महोदय. नमस्कारः. नमस्कारः महोदय. नमस्कारः. तर्हि तत्र उषा भगिनी भवती एव तत्र आरम्भे पठति वा महोदय? अतः घटभेदः घटं विहाय सर्वत्र भवति इति तु सत्यं, किन्तु अत्र तथा नास्ति विषयः, अपि तु तत् अवधिकत्वम्. घटभेदः घटावधिकः, घटावधिकत्वं घटभेदे. घटभिन्नपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः, तस्मिन् घटभेदे किं किम् अवधिकत्वं भवति इति प्रश्नः. निखिलावधिकत्वम् इति चेत् घटं विहाय यः अन्यः सर्वः अपि तद् अवधिकः, कश्चन भेदपदार्थः अपेक्षते. अस्तु, तद्वत्वा अग्रे पठामि. अस्तु, अतः घटभेदः घटं विहाय सर्वत्र भवति. घटभेदः इत्युक्ते घटं विहाय सर्वत्र भवति इति तु सत्यं, सर्वे पदार्थाः कृते घटभेदः अस्ति, परन्तु किन्तु अत्र तथा नास्ति इति विषयः, घटभेदः घटं विहाय सर्वत्र भवति. वेदस्य अवधिसमुदाये एकमेव इति वयं दृष्टवन्तः. वेदस्य अवधिसमुदाये एकमेव प्रतियोगी एव अस्ति, एकमेव अस्ति अवधिः प्रतियोगी एव. किन्तु घटभेदः अत्र, अतः घटभेदः घटं विहाय सर्वत्र भवति इति तु सत्यं. घटभेदः अस्ति, सर्वे अस्ति, सर्वत्र सर्वत्र घटभेदः सर्वत्र अस्ति, घटं विहाय अन्यत्र सर्वत्र पदार्थेषु अस्ति अस्ति. किन्तु अत्र तथा नास्ति इति विषयः. नाम नाम घटभेदस्य घटभेदः सर्वत्र अस्ति इति विषयः नास्ति खलु? घटभेदः सर्वत्र नाम घटभेदस्य विषयः घटभेदस्य वदतु वदतु. घटभेदः इति विषयः नास्ति, घटभेदः सर्वत्र अस्ति इति अत्र विषयः नास्ति. घट भेदस्य निखिलावधिकत्वम् अस्ति वा इति प्रश्नः, इति विषयः, इति विषयः, इति विषयः, समीचीनम्. अपि तु तत् अवधिकत्वं, वेदस्य अवधिकत्वं, तत् नाम भेदः, भेदः वेदस्य, तद् नाम तस्य अवधिकत्वं, भेदस्य अवधिकत्वं, भेदस्य अवधिकत्वं. घटभेदः घटावधिकः, घटभेदः घटावधिकः, अवधिकः घटभेदः इति घटावधिकः येन अवधिः क्रियते. हा नाम घटभेदः अवधिकः अस्ति खलु? अवधिकः अस्ति. आम् हा अवधिकः अस्ति. तत्र अवधिरूपेण कः भवति अत्र? घटभेदः घटावधिकः. सो घटावधिकः यत्किमपि वस्तुं, घटभेदः घटावधिकः, अवधिकः भेदः अस्ति, अवधिः प्रतियोगी एव, घटः एव, घटः एव, घटः एव, समीचीनं. हा घटः एव नाम पृथक्त्वस्थले वयं किं दृष्टवन्तः, नाम पृथक्त्वस्थले तत्र घटः अस्ति, घटे पृथक्त्वम् अस्ति, घटे पृथक्त्वम् अस्ति, बट् परन्तु तत्र पृथक्त्वस्य अवधिसमुदाये तत्र पुस्तकम् अस्ति इति चिन्तयामः. पुस्तकम् अस्ति परन्तु तदा तत्र अवयवपरम्परा नास्ति. हा हा सत्यं. हा किन्तु तत्र पुस्तकम् इति अवधिसमुदाये अस्ति इति कृत्वा तदा वयं किं वदामः, तत्र पुस्तकम् अवधिः भवति पृथक्त्वस्य, तदा तत्र पुस्तकं पुस्तके अवधिकत्वम् अस्ति, पुस्तक तत्र पृथक्त्वे, क्षम्यतां, पृथक्त्वे, पृथक्त्वे अवधिकत्वम् अस्ति, अवधिकत्वम् अस्ति. कीदृशम् अवधिकत्वं नाम पुस्तकावधिकत्वम् इति वदामः, पुस्तकावधिकत्वं, यतोहि पुस्तकम् इति अवधिरूपेण भवितुम् अर्हति. अतः अतः तत्र पृथक्त्वस्य पुस्तकावधिकत्वं, तथैव पृथक्त्वस्य घटे विद्यमानपृथक्त्वस्य पटावधिकत्वं, वृक्षावधिकत्वम् इति सर्वमासीत् खलु? आम् महोदय. अतः तत्र पृथक्त्वं पुस्तकावधिक पुस्तकावधिकं, यतोहि तत्र पुस्तकावधिकत्वं तस्मिन् अस्ति, अतः तत्र पुस्तकावधिकम् अस्ति पृथक्त्वम्. अत्र घटभेदः केवलं घटः एव अवधिः, घटः एव अवधिः. घटभेदे घटभेदे कीदृश अवधिकत्वम् अस्ति? केवलं घटावधिकः एव. आम् घटावधिकत्वम् एव घटभेदे अस्ति, घटावधिकत्वमेव घटभेदे अस्ति. आम् अतः अन्यविध अवधिकत्वं घटभेदे नास्ति नास्ति पृथक्त्वस्य स्थले तथा नास्ति अतः तत्र घटभेदस्थले केवलं घटः एव अवधिः अतः घटावधिकः तु सत्यं घटभेदः घटावधिकः तर्हि आम् आम् घटभेदः घटावधिकः आम् घटावधिकत्वं घटभेदे आम् घटभेदः घटावधिकः इत्युक्ते घटावधिकत्वं घटभेदे अस्ति इति घटभिन्नपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः घटभिन्नपदार्थेषु सर्वविद्यमानः यः घटभेदपदार्थः तस्मिन् घटभेदे किं किम् अवधिकत्वं भवति इति प्रश्नः तस्मिन् घटभेदे यः घटभेदपदार्थः वर्तते यः घटभेदपदार्थः वर्तते इत्युक्ते पटः घटात् भिन्नः इति वयं स्वीकुर्मः चेत् घटभेदः पटे अस्ति घटभेदः पटे अस्ति इति कृते घटभिन्नपदार्थेषु घटभिन्नपदार्थेषु पटे विद्यमानः यः घटभेदपदार्थः तस्मिन् घटभेदे किं किम् अवधिकत्वं तस्मिन् घटभेदे इत्युक्ते घटभेदः पटे इत्यस्य कृते घटभेदे किं किम् अवधिकत्वं भवति इति प्रश्नः चेत् घटः एव अवधिः अवधिकत्वं किं किम् अवधिकत्वं भवति अवधिकत्वम् इत्युक्ते अवधिकत्वम् अवधिकः येन क्रियते अवधिकः येन क्रियते इत्युक्ते भिन्नं पटः घटात् भिन्नः घटभेदः पटे घटभेदः पटे इत्युक्ते अवधिः घटः एव भवति तर्हि कीदृशम् अवधिकत्वम् अस्ति घटभेदे कीदृशम् अवधिकत्वम् अस्ति घटभेद अवधिकत्वं न घटावधिकत्वं घटभेदे घटावधिकत्वम् एव अस्ति घटावधिकत्वम् अस्ति अस्ति घटस्य अवधिकत्वं नाम घटः अवधिरूपेण भवति घटभेदस्य किन्तु तत्र प्रश्नः अस्माकं प्रश्नः मूलप्रश्नः किम् अस्ति घटभेदस्य अवधिकत्वम् एव विषयः तर्हि अस्माकं प्रश्नः तत्र प्रश्नः कः इति नाम घटभेदः सर्वत्र भवति इति विषयः नासीत् तर्हि अस्माकं प्रश्नः कः इत्युक्ते इदानीं स्पष्टतया उक्तं नाम तस्य अवधिकत्वं नाम कीदृशम् अवधिकत्वम् अस्ति घटभेदस्य कीदृशम् अवधिकत्वं नाम घटभेदस्य घटावधिकत्वम् अस्ति घटभेदस्य घटावधिकत्वम् अस्ति अपि घटभेदः यः पदार्थः तत्र घटभिन्नपदार्थेषु उदाहरणार्थं पटे विद्यमानः अस्ति खलु पटे अस्ति घटभेदः सर्वविद्यमानः नाम घटभिन्नपदार्थेषु सर्वत्र विद्यमानः घटं विहाय सर्वत्र वर्तते इति तावदेव सः यः घटपदार्थः घटभेदपदार्थः सः घटभेदपदार्थे तस्मिन् पदार्थे घटभेदे किं किम् अवधिकत्वम् अवधिकत्वं भवति इति प्रश्नः नाम पुस्तकावधिकत्वं भवति वा पटावधिकत्वं भवति वा भेदः कुत्र वर्तते इति चिन्ता नास्ति किन्तु अवधिकम् अवधि कः कः कः अवधिः रूपेण भवति इति प्रश्नः खलु आम् आं महोदय पुस्तकम् अवधिरूपेण भवति वा इति अत्र वयं जानीमः तत्र केवलं घटः एव अवधिः अवधिरूपेण एकः एव नाम पुस्तकम् अवधिरूपेण भवति चेत् तत्र पुस्तकात् भिन्नम् इति प्रयोगः भवति किन्तु पुस्तकात् भिन्नम् इति प्रयोगे विषयः कः तत्र घटभेदः इति विषयः वा अथवा अन्यरूपभेदः विषयः वा तत्र पुस्तकात् भिन्नः इति भवति चेत् पुस्तकं तत्र अवधिः भवति खलु, यत्र पुस्तकम् अवधिः भवति चेत्, पुस्तकम् अवधिः भवति चेत् तर्हि प्रयोगे प्रयोगः कीदृशः भवति? पुस्तकात् भिन्नः भवेत् खलु, पुस्तकात् भिन्नः, पुस्तकात् पटः भिन्नः, घटः पटः भिन्नः, वृक्षः भिन्नः इति भवतु भवतु. तर्हि तत्र विषयः तु तत्र पुस्तकम् इति अवधिरूपेण भवति चेत् तत्र अवधिः अवधिरूपेण भेदः, किन्तु भेदः कस्य भेदः तत्र घटभेदस्य विषयः वा तत्र पुस्तकभेदस्य विषयः? अतः तत्र पुस्तकः अवधिरूपेण भवति चेत् तत्र अन्यभेदः, किन्तु यत्र घटः भेदः एव विषयः तत्र पुस्तकमिति अवधिरूपेण न भवति, न भवति. अतः तत्र वयं जानीमः केवलम् अवधिकत्वं, किं किम् अवधिकत्वं भवति इति प्रश्नः, केवलं घटावधिकत्वम् एव भवति घटभेदे, घटभेदे. अग्रे निखिल निखिलावधिकत्वम् इति चेत् घटं विहाय यः अन्यः सर्वः अपि तद् अवधिकः कश्चन भेदपदार्थः अपेक्षते. निखिलावधिकत्वम् इति चेत् घटं विहाय यः अन्यः सर्वः अपि तद् अवधिकः कश्चन भेदपदार्थः अपेक्षते. सो निखिलावधिकत्वम् इति चेत् अवधिसमुदायः सर्वः अस्ति चेत् केवलं स्वं विहाय अन्ये सर्वे भवेयुः, अतः तत्र अन्य कोऽपि अन्यः सर्वे अपि तत्र अवधिसमुदाये भवति चेत्, नाम पुस्तकम् अवधिसमुदाये भवति चेत् पुस्तकावधिकत्वं भवति खलु, पुस्तकावधिकत्वं घटभेदे भवति खलु. यदि पुस्तकम् अवधिसमुदाये आसीत् तर्हि पुस्तकावधिकत्वं घटभेदे, घटभेदस्य अवधिसमुदाये भवति. आपे अपि तत्र क्षम्यतां, तत्र यदि पुस्तकम् अवधिसमुदाये अस्ति तर्हि पुस्तकावधिकत्वं घटभेदे भवति, नाम पुस्तकावधिकः घटभेदः भवति, घटभेदः पुस्तकावधिकः इति वक्तुं शक्नुमः तथा खलु. तदा यदि पुस्तकं घटभेदस्य अवधिसमुदाये आसीत् तदा पुस्तकावधिकः घटभेदः इति वक्तुं शक्नुमः. पटः अपि अवधिसमुदाये आसीत् चेत् तदा घटभेदः पटावधिकः इति वक्तुं शक्नुमः खलु. अतः अत्र उक्तं निखिलावधिकत्वं इति चेत् घटं विहाय सर्वे पदार्थाः, अनेके पदार्थाः तत्र सन्ति, भेदपदार्थे अपेक्षतः, भेदपदार्थः अपेक्षते, भेदपदार्थः कीदृशः, कश्चन भेदपदार्थः अपेक्षते, कीदृशभेदपदार्थः अपेक्षते, तदवधिकः भेदपदार्थः, नाम यत् यः कोऽपि भवतु, पटः वा पुस्तकं वा सर्वे अन्ये पदार्थाः ये सन्ति तत् अवधिकः, नाम पटावधिकः भेदः, पटावधिकः घटभेदः अस्ति, पुस्तकावधिकः घटभेदः, वृक्षावधिकः पटभेदः घटभेदः इति भवति खलु. आं महोदय, आम्. किन्तु तद् अपेक्षते, किन्तु तद् नास्ति, नास्ति नास्ति तत्र अन्यः सर्वोऽपि पदार्थः तदवधिकः, नाम तस्य अवधिकः, तदवधिकः नाम सः पदार्थः अवधिरूपेण भवति भवति इति. किन्तु अत्र रूपेण उक्तं, नाम अवधिकः इति उक्तत्वात् भेदः एव सूचितं, सूचितः अवधिकः नाम पुस्तकम् अवधिरूपेण भवति चेत् पुस्तकावधिकः भेदः भवति, तर्हि तदवधिकः भेदः पदार्थः अन्य सर्वेपि तत्र भवे भवति चेत्, किन्तु तद् नास्ति, नास्ति भेदस्थले निखिलावधिकत्वं नास्ति इति नास्ति जानीमः. समीचीनं भगिनि, अन्य अत्र कोऽपि प्रश्नः? धन्यवादः भगिनि, धन्यवादः. कोऽपि प्रश्नः? अस्तु तर्हि अग्रे योगेन्द्रमहोदय अग्रे पठतु वा. कुतः आरम्भं करोमि महोदय? अधुना घटे. अधुना घटे विद्यमानं पृथक्त्वं निखिलावधिकम् इति चिन्तयतु. नास्ति वस्तुगत्वा किन्तु आपाततः स्वीकुर्मः. घटे विद्यमानं पृथक्त्वं निखिलावधिकम् अस्ति इति तस्य कः अर्थः? घटे विद्यमानं यत्र पृथक्त्वं तस्य घटं विहाय सर्वे अपि अवधयः. एवं घटं विहाय ये तत् सर्व अवधिकं पृथक्त्वं घटे अस्ति इति उक्तौ घटे निखिलावधिकं पृथक्त्वम् अस्ति इति वाक्यस्य अर्थः. अधुना घटे विद्यमानं पृथक्त्वं निखिलावधिकम् अवधिकम् अस्ति इति चिन्तयतु. इत्युक्ते ऊहां करोतु इति अहं मन्ये. तत्र तादृशं चिन्तनं करोतु. नास्ति वस्तुगत्वा किन्तु आपाततः स्वीकुर्मः. नाम तादृशम् अस्ति, वस्तुतः अस्ति न, अस्ति न, परन्तु स्वीकरोतु. आपाततः नाम तत्र ओ एतादृशम् अस्ति वा अस्तु इति. घटे विद्यमानं पृथक्त्वं निखिलावधिकम् अस्ति इति स्वीकरोतु. तस्य अर्थः कः? घटे विद्यमानं यत् पृथक्त्वं तस्य घटं विहाय सर्वे अपि अवधयः. घटं विहाय सर्वे अपि अवधयः अस्ति इति तदा एव उदाहरणे उदाहरणं तत्र तत्र पट्टः तत्र अवधिसमुदाये अस्ति वा? आम्, पटः अस्ति, पुस्तकम् अस्ति. किमर्थं विहाय सर्वे, किमर्थं तत्र पटः तत्र अस्ति? प्रयोगः तत्र वाक्यं वदतु, प्रतीतिः वदतु. कः घटः पटात् भिन्न पृथक्? हा उत्तमं महोदय. हा घटः पटात् पृथक् इति शृण्वस्ति. तत्र पृथक्त्वं घटे अस्ति, अवधिः पटः अस्ति, पृथक्त्वम् अवधिकम् अस्ति. तर्हि तत्र अवधिः पटः भवति. हा समीचीनं महोदय. हा अग्रे. एवं घटं विहाय ये तत् सर्व अवधिकं पृथक्त्वं घटे अस्ति. घटं विहाय ये सर्वे सन्ति, ये पदार्थाः सन्ति, तत् तेषां पृथक्त्वं घटे अस्ति. तेषां पृथक्त्वं नाम न, तेषां पृथक्त्वं न, पृथक्त्वं अवधयः भवति. अवधयः भवितुम् अवधयः भवन्ति. नाम तत्र यदि वयं वदामः तत्र घटः पठात् पृथक् इति भवान् उक्तवान्, तर्हि अवधिः कः भवति तत्र? पटः. पटः भवति. अवधिक अवधिकं किम् अस्ति तत्र? अवधिकं पृथक्त्वं. पृथक्त्वम् उत्तमं महोदय. हा तर्हि पृथक्त्वम् अवधिकम् अस्ति, अतः पृथक्त्वे अवधिकत्वम् अस्ति खलु? पृथक्त्वे अवधिकत्वम् अस्ति. आम्, पृथक्त्वम् अवधिकम् अस्ति इति कृत्वा अवधिकम् इति तस्य भावः अवधिकत्वम्. अवधिकत्वं पृथक्त्वे अस्ति. तत्र पटः अवधिः इति कृत्वा तत्र कीदृशम् अवधिकत्वम् इति प्रश्नः भवति चेत् तत्र उत्तरं किं भवति? उत्तमं महोदय. पटावधिकत्वम् इति. तथैव तत्र पठावधिकत्वं पृथक्त्वे अस्ति, अथवा पठावधिकं पृथक्त्वस्य विशेषणं. पृथक्त्वं कीदृशं? पठावधिकं पृथक्त्वम्. अतः तत्र सर्व अवधिकं पृथक्त्वं भवेत् यदि तत्र निखिलावधिकत्वम् आसीत् तदा घटे भवति. घटे तादृशं पृथक्त्वं, यदि पृथक्त्वस्य निखिलावधिकत्वं स्यात् तदा घटे पृथक्त्वं यत् अस्ति तस्य तत् पृथक्त्वं कीदृशं भवति? सर्वावधिकं, तत् सर्वावधिकं नाम घटं विहाय ये पदार्थाः सन्ति तत् सर्वावधिकं पृथक्त्वं घटे भवेत्, किन्तु घटे निखिलावधिकं पृथक्त्वं नास्ति इति तु वयं जानीमः, किन्तु यदि आसीत् इत्युक्ते एषा स्थितिः भवति इति एव, तावदेव तावदेव। अस्तु समीचीनं महोदय, अस्तु धन्यवादः, इदानीम् अग्रे सरामः। धन्यवादः महोदय। हा धन्यवादः, अस्तु अग्रे तर्हि शोभा भगिनी अग्रे पठति वा। आम् महोदय, अधुना भेदविषये तादृशभेदमात्रं सर्वत्र वर्तते, घटभेदः घटं विहाय सर्वत्र वर्तते इति तु सत्यं, किन्तु यत्र यत्र घटभेदः वर्तते तत् तद्दवधिकः कश्चन निखिलावधिकः भेदः घटे आगच्छति वा पुनः नायाति इति वैलक्षण्यम्, एतावता केवलं घटं विहाय घटभेदः अन्यत्र सर्वत्र विद्यमानः इत्येव उच्यते, तथा वार्ता अस्माकम् अत्र नास्ति। घटं विहाय यः यः अन्यः तदवधिकः पदार्थः घटे अपेक्षते, यथा एकमेव पृथक्त्वं घटे भूतलावधिकम्, यथा एकमेव पृथक्त्वं घटे भूतलावधिकं पुस्तकावधिकं वृक्षावधिकं तथैव एक एव भेदः घटे अपेक्षते यः भूतलावधिकः पुस्तकावधिकः वृक्षावधिकः, तादृशः एव एकः भेदः निखिलावधिकः, स च विश्वे कोऽपि नास्ति। अस्तु अधुना भेदविषये तादृशभेदमात्रं सर्वत्र वर्तते, इत्युक्ते घटभेदः घटं विहाय सर्वत्र वर्तते इति तु सत्यं ज्ञातवन्तः। तत्र मात्रम् इत्युक्ते किम्? तादृशभेदमात्रं, तत्र मापने अपि मात्रम् इति वदामः, अपि च भेदमात्रं सर्वत्र इत्युक्ते भेदविषये तादृशभेदमात्रं सर्वत्र, केवलं केवलं वा? मात्रम् इत्युक्ते केवलं, सत्यं सत्यं हा, किन्तु कस्मिन् अर्थे केवलम् इत्युक्ते नाम केवलं भेदः सर्वत्र वर्तते, तत्र मात्रं नाम अस्माकं मूलविषये तु अवधिकम्, अवधिकत्वं खलु, भेदावधिकत्वं, भेदस्य अवधिकत्वं कीदृशम् इति प्रश्नः, अतः भेदविषये नाम भेद अवधिकत्वविषये यदि केवलं भेदः इति स्वीकुर्मः सः भेदः तु सर्वत्र वर्तते, किन्तु तस्य अवधिकत्वं नाम तत्र अवधि अवधिसमुदायः कीदृशः इति तत्र अन्या वार्ता। अस्तु अस्तु, भेदः सर्वत्र वर्तते इति, अस्तु भेदविषये मात्रं नाम अवधिकत्वं, अवधिकत्वं त्यजामः इति तावदेव, भेदमात्रं सर्वत्र वर्तते, अस्तु घटभेदः, अतः तत्र अग्रे दत्तं घटभेदः घटं विहाय सर्वत्र वर्तते इति तु सत्यं, किन्तु यत्र यत्र घटभेदः वर्तते तत् अवधिकः कश्चन निखिलावधिकः भेदः घटे आगच्छति वा पुनः इति एव अस्माकं प्रश्नः, नाम तत्र घटं विहाय नाम घटभेदः घटं विहाय सर्वत्र वर्तते खलु, तत् तर्हि घटं विहाय अन्य कोऽपि अन्यं कमपि पदार्थं स्वीकरोतु, पटम् इत्यादयः, तर्हि तद् अवधिकः नाम पटावधिकः न वर्तते इति दृष्टवान्, कश्चन निखिलावधिकः भेदः भेदः घटे न आगच्छति, हा घटे आगच्छति वा पुनः नागच्छति इति एव, हा इति एव वैलक्षण्यं, वैलक्षण्यं नाम कयोः वैलक्षण्यम्, तत्र घट अवधिकत्वस्य वैलक्षण्यम्। वैलक्षण्यं नाम भेदः अपि तत्र पृथक्त्व तयोः वैलक्षण्यं नाम तत्र महोदय पुनः केवलं विलक्षणम् इति वैलक्षण्यं तस्य पदस्य अर्थः कः महोदय? विलक्षणम् इति तत् विलक्षणं नाम तत्र भिन्नं समानं नास्ति इति वैलक्षण्यं तस्य भावः। आम् सुन्दरं सौन्दर्यम् आम् किन्तु तत्र विलक्षणम् इत्युक्ते भेदः इति विलक्षणं नाम भिन्नम् इति किन्तु अत्र भिन्नम् इति नाम साधारणरूपेण नाम तत्र लोके हा साधारण अर्थे विलक्षणम् इति यतोहि अत्र पृथक्त्वम् इति तत्र पारिभाषिकपदमस्ति भेदः इति पारिभाषिकपदमस्ति अतः भिन्नः पृथक् इति न वक्तुं शक्नुमः खलु तत्र क्लेशः भवति हा अतः विलक्षणम् इति अपि त्यक्त्वा वैलक्षण्यं वर्तते इति केवलं वैलक्षण्यम् इति एव स्वीकुर्मः तत्र पृथक्त्वभेदयोः मध्ये सम्बन्धः कीदृशः इति सूचयितुं नाम समानं नास्ति वक्तुं पृथक्त्वभेदयोः वैलक्षण्यम् इति स्वीकुर्मः वर्तते यतोहि अग्रे दत्तमस्ति एतावता केवलं घटं विहाय घटभेदः अन्यत्र सर्वत्र विद्यमानः इति एव उच्यते तदा तदेव चर्चितवन्तः तथा वार्ता अस्माकम् अत्र नास्ति अत्र वार्ता का इत्युक्ते घटं विहाय यः यः अन्यः तद् अवधिकः पदार्थः घटे अपेक्षते इदानीं तत्र निखिलावधिकत्वम् इति स्वीकृत्य पश्यामः अस्ति वा इति एव प्रश्नः अस्माकं वार्ता अस्ति नाम निखिलावधिकत्वं वर्तते न वा इति प्रश्नः नाम सर्वे पदार्थाः अवधिरूपेण नाम अवधित्वं नाम अवधित्वं घटं विहाय सर्वत्र भवति वा अवधित्वम् इति अस्माकं प्रश्नः खलु तत्र नास्ति नास्ति इति किन्तु भवति इति अतः तत्र घटभेदः घटं विहाय सर्वत्र वर्तते इति वार्ता नास्ति अस्माकं अवधिकत्वं तद् अवधित्वं सर्वत्र भवति वा इति सर्वत्र भवति वा इति सर्वत्र न भवति वा इति अस्माकम् इष्टा वार्ता इष्टा वार्ता अस्ति सर्वत्र भवति न वा इति अवधित्वं केवलं घटभेदः सर्वत्र वर्तते इत्येन न अस्माकम् आसक्तिः एव नास्ति वयं जानीमः किन्तु अवधित्वं वर्तते वा इति तद् न वर्तते इति इदानीं दृष्टवान् जानीमः समीचीनं किन्तु पश्यति उक्तम् अग्रे अस्तु यथा एकमेव पृथक्त्वं घटे न तत्र घटं विहाय तत्र एकं वारं पठतु भगिनि घटं विहाय घटं विहाय यः यः अन्यः तद् अवधिकः इत्युक्ते तद् इत्युक्ते तत्र घटः न तद् अवधिकः किन्तु तद् इति नपुंसकलिङ्गे अस्ति न घटं विहाय यः यः अन्यः पदार्थः तद् इति अस्ति तद् अवधिकः तत् योगः अवधिकः तत्र पदार्थः प्रातिपदिकरूपेण स्वीकृतम् सत्यं भगिनि यः यः अन्यः तद् अवधिकः पदार्थः घटे अपेक्षते इत्युक्ते महोदय तत्र मम अवगमनं निखिलावधिकम् इति स्वीकुर्मः चेत् घटं विहाय यः यः अन्यः तद् अवधिकः पदार्थः घटे अपेक्षते खलु यतोहि इति सत्यं अतः नाम अपेक्षा का इति अत्र उक्ता अपेक्षा का इति उक्तम् इति नाम तत्र निखिलावधिकस्थले तत्र घटं विहाय यः यः अन्यः यः यः अन्यः अस्ति नाम पटः इति स्वीकुर्मः पटः पुस्तकं वा इदानीं पटः अस्ति चेत् पटावधिकः पदार्थः तत्र घटे भवेत् भवेत् पुस्तकावधिकः पदार्थः अपि घटे भवेत् भवेत् वृक्षावधिकः पदार्थः अपि तत्र भवेत्। अतः तत्र यः कोऽपि अन्यः पदार्थः अस्ति घटं विहाय तदवधिकः, नाम तस्य अवधिकः, नाम पटावधिकः, पुस्तकावधिकः इत्यादि तादृशः पदार्थः घटे अपेक्षते अपेक्षते। किन्तु अतः उदाहरणं तत्र कीदृशं, यथा यथा एकमेव पृथक्त्वं घटे घटे एकमेव पृथक्त्वं खलु नाम पृथक्त्वं तस्मिन् पृथक्त्वं भवन्ति इति दृष्टवन्तः। तत्र एकमेव पृथक्त्वं तत्र वयम् अस्माकं नियमः किं कः आसीत् तत्र पुस्तकं गुणः अस्ति खलु पुस्तकं क्षम्यतां पृथक्त्वं पृथक्त्वं पृथक्त्वं गुणः अस्ति गुणः अस्ति तर्हि गुणः आश्रयेण विशिष्यते इति उक्तं खलु। अतः आश्रयभेदेन आश्रयभेदेन भिद्यते अतः अतः घटा घटविशिष्टपृथक्त्वम् इति एकमेव अस्ति एकमेव नाम घटे विद्यमानं पृथक्त्वम् एकमेव तस्य तस्य अनेके अवधयः सन्ति नाम भूतलम् इति अवधिरूपेण भवति इति कृत्वा एकमेव पृथक्त्वं किन्तु तत् पृथक्त्वं भूतलावधिकं पृथक्त्वमपि भवति पुस्तकावधिकं पृथक्त्वमपि भवति। हा अग्रे वृक्षावध वृक्षावधिकम् अपि भवति तथा एव एकः एव भेदः घटे अपेक्षते यः भूतलावधिकः पुस्तकावधिकः वृक्षावधिकः तादृशः एव एकः भेदः निखिलावधिकः स च विश्वे कोऽपि नास्ति। हा इदानीं तत्र भेदस्थले तथा एव निखिलावधिकत्वम् अस्ति चेत् एकः पदार्थः तत्र भवेत् यस्य अनेके अवधयः सन्ति खलु। आम् आम् नाम तत्र निखिलावधिकत्वम् इत्युक्ते अवधिसमुदायस्य विशिष्ट अवधिसमुदायः भवतु किन्तु तत्र अनेके सदस्याः तत्र भवेयुः अवधिसमुदाये यथा पृथक्त्वस्य पृथक्त्वम् एकमेव पृथक्त्वं घटे अस्ति किन्तु भूतलमपि अवधिरूपेण भवति पुस्तकं वृक्ष इत्यादयः एकमेव पृथक्त्वं तथैव यदि भेदः निखिलावधिकः इति आसीत् चेत् तदा घटे तत्रापि भेदः अपेक्षते। आमां तत्र अनेके भेदाः तत्र एकः एव भेदः अपेक्षते यः एकः एव भेदः भवेत् खलु नाम पृथक्त्वं यथा एकमेव आसीत् घटे किन्तु पृथक्त्वस्य अनेके अवधयः सन्ति खलु। इदानीं यदि भेदः अपि निखिलावधिकः पदार्थः अस्ति चेत् तदा किं भवेत् तदा एकः एव भेदः एकः एव भेदः किन्तु अनेके अवधिक अवधयः अवधयः तत्र अवधयः भवेयुः अवधयः भवेयुः अवधिसमुदायः भवेत् तत्र भवेत् भूतलावधिकः पुस्तकावधिकः वृक्षावधिकः इति तादृश एकः एव भेदः निखिलावधिकः भवति एकः एव भेदः अस्ति चेत् एकः एव भेदः निखिलावधिकः इति अस्तु तथैव एक एव भेदः घटे अपेक्षते यः हा तत्र नाम भगिनी नाम भेदः घटे अपेक्षते स्वपणेन गच्छामः नाम पृथक्त्वम् एकमेव अस्ति खलु तद् अवगतं महोदय एकमेव पृथक्त्वं खलु एकमेव पृथक्त्वं तस्य अवधिसमुदाये भूतलम् अस्ति पुस्तकम् अस्ति वृक्षः अस्ति खलु सत्यं तत्र निखिलावधिकत्वं नास्ति किन्तु इदानीं केवलं यदि निखिलावधिकत्वम् अस्ति चेत् सर्वे पदार्थाः तत्र भवेयुः घटं विहाय खलु सत्यं इदानीं घटभेदः तत्र भेदः अपि निखिलावधिकः इति यदि आसीत् चेत् तदा किं भवति घटे भेदः वर्तते इति चिन्तयतु भेदः वर्तते स च भेदः निखिलावधिकः पदार्थः भवति चेत् तदा किं भवति तदा तस्य अवधिसमुदायः बृहान् भवेत् खलु सत्यं किन्तु तत्र एकनिमिष नाम यदि यदि निखिलावधिकत्वं स्यात् तदा का स्थितिः इति उक्तं तत्र का स्थितिः तस्य अवगमनं भवेत् खलु नाम यदि निखिलावधिकत्वम् अस्ति चेत् एकः भेदः घटे भवेत् खलु यस्य एकः पदार्थः भवति भेदः इति पदार्थः तस्य निखिलावधिकत्वम् अस्ति चेत् तदा किं भवति तस्य भेदस्य अवधिसमुदाये तत्र पटः भवेत् खलु पटः भवेत् पुस्तकं भवेत् वृक्षः भवेत् भूतलमपि भवेत् खलु तत्र तर्हि तत्र यदि भेदः निखिलावधिकः अस्ति चेत् तदा घटे अस्ति सः भेदः तस्य भेदस्य एकः एव भेदः किन्तु तस्य भूतलावधिकः अपि सः भेदः भवति पुस्तकावधिकः अपि एषः एव भेदः भवति वृक्षावधिकः अपि एषः एव भेदः भवति तादृशः भेदः एकः एव अस्ति वा तादृशभेदः एकः एव भेदः तादृशः अस्ति चेत् तदा स च भेदः निखिलावधिकः भवति यस्तो यतोहि यथा पृथक्त्वम् एकमेव अस्ति किन्तु तस्य अवधिसमुदायः बृहान् अस्ति तथैव एकः एव भेदः किन्तु तस्य अवधिसमुदायः बृहान् इति वक्तुं शक्नुमः यदि एकः एव भेदः तादृशः अस्ति खलु अस्तु समीचीनं भवति नाम तत्र का स्थितिः भवेत् यत्र निखिलावधिकत्वम् अस्ति इति चिन्तनम् यदि निखिलावधिकः भेदः स्यात् तदा भेदस्य आकृतिः का इति उक्तम् अत्र एकः एव भेदः निखिलावधिकः अस्तु नाम एकमेव पृथक्त्वं समुदायरूपेण भवन्ति इति तु अवगतं तत्र एते सर्वे भूतलावधिकः पुस्तकावधिकः वृक्षावधिकः घटे अपेक्षते इति किन्तु तादृशः एव इति अपि अवगतम् एकः भेदः अस्तु तेषु एकः भेदः निखिलावधिकमेव पृथक्त्वं पृथक्त्वस्य अनेके हृदयः सन्ति अस्तु अहं पुनः शृणोमि महोदय तत्र इतोपि इदानीमपि क्लेशः अस्ति मम स च विश्वे कोऽपि नास्ति इति तु अवगतं किन्तु नाम किन्तु कथमिति एव इति किञ्चित् क्लेशः अस्ति नाम भगिनी नाम तत्र अस्तु तत्र सोपानेन गच्छामः नाम पृथक्त्वम् एकमेव इति जानीमः खलु पृथक्त्वस्य नाम पुस्तकावधिकं पृथक्त्वम् अपि तत्र वृक्षावधिकं पृथक्त्वं घटे अस्ति किन्तु पृथक्त्वं तु एकमेव अस्ति खलु शोभ भगिनि आम् आं महोदय हा तत्र सत्यमस्ति एकमेव पृथक्त्वं किन्तु अवधिसमुदायः तत्र अवधिसमुदाये पुस्तकम् अपि अस्ति पटः अपि अस्ति वृक्षः अपि अस्ति इत्यादयः खलु सत्यं इदानीं भेदः अपि यदि निखिलावधिकः स्यात् यदि भेदः निखिलावधिकः स्यात् तर्हि तस्य भेदस्य अवधिसमुदाये तत्र पुस्तकं स्यात् पटः स्यात् खलु खलु अतः तावत् क्लेशः नास्ति तावत् एकः एव भेदः यदि एकः भेदः वर्तते एकः एव भेदः वर्तते अपेक्षते यः भूतलावधिकः नाम सः एव भेदः भूतलावधिकः एकः एव वेदः, सः भूतलावधिकः अपि भवेत्, पुस्तकावधिकः अपि भवेत्, सः एव वेदः वृक्षावधिकः अपि भवेत्, तदा एव किं भगिनि? तथा न भवति. सत्यं भगिनि, किन्तु निखिलावधिकत्वम् अस्ति चेत् तादृशः भवति खलु इति उक्तम्. सत्यं, तदपि अवगतं महोदय. नाम किन्तु तादृशः भवति, यतोहि तत्र निखिलावधिकम् इति उक्तत्वात् सर्वे तत्र भेदाः सर्वे अन्ये पदार्थाः अवधिरूपेण स्वीकर्तुम् अर्हन्ति. तदव अवगतम्. अतः तादृश एव एकवेदः निखिलावधिकः भवति. निखिलावधिकः भेदः कीदृशः इत्युक्ते एतादृशः एव, अन्य कोऽपि निखिलावधिकः भेदः न भवितुम् अर्हति. कीदृशः भेदः? यः भेदः घटे अस्ति किन्तु भूतलावधिकः अस्ति, पुस्तकावधिकः अस्ति, वृक्षावधिकः इत्यादयः सर्वम् अपि एष एकः एव भेदः भवति चेत् सः भेदः निखिलावधिकः भवति. किन्तु तादृशः नास्ति. किमर्थं तत् तादृशं नास्ति? किमर्थम् इत्युक्ते तत्र भेदः तु यथा घटभेदे केवलं न इदानीं भेदः भेदः घटे वर्तते. भेदः इदानीं घटे वर्तते. आम्. अपि च घटभेदे केवलं घटावधिकत्वम् एव वर्तते, न अन्यत्. हा खलु, हा उत्तमम्. इदानीं तर्हि तावदेव. किन्तु अतः अतः किम् उक्तम्? इदानीम् अस्माकं भेदः, भेदस्य आश्रयः घटः. घट घटे भेदः वर्तते. अस्तु, इदानीम् एषः भेदः भूतलावधिकः इति चिन्तयतु. तर्हि भूतलावधिकः भेदः अस्ति चेत् एषः भेदः कीदृशः? घटभेदः वा एषः भेदः? न, तत्तु पुस्तक न, भूतलावधिकः भेदः. भूतलावधिकः इत्युक्ते एषः भेदः भूतलावधिकः इत्युक्ते तत्र कस्य अन्योन्यभावः एषः भेदः? भूतलस्य. हा भूतलस्य. तर्हि तर्हि एतत् भूतलभेदः खलु. एतत् भूतलभेदः, यतोहि एतस्य भेदस्य एषः भेदः भूतलावधिकः अस्ति खलु. इदानीम् अत्र भेदः पुस्तकावधिकः, पुस्तकावधिकः इति चिन्तयतु. तर्हि तत्र सः भेदः सः कीदृशः? पुस्तकभेदः खलु. पुस्तकावधिकः एकनिमिषः. हा सत्यं सत्यं. नाम पुस्तावधिक पुस्तकावधिकः भेदः इत्युक्ते तत्र पुस्तकभेदः एव पुस्तावधिकः खलु, पुस्तकावधिकः. तर्हि एषः भेदः पुस्तकभेदः, नाम पुस्तकस्य अन्योन्य अभावः एषः भेदः खलु. तर्हि अतः तत्र एषः भेदः भूतलावधिकः, किन्तु एषः भेदः पुस्तकावधिकः नास्ति. एषः भेदः पुस्तकावधिकः, किन्तु एषः भेदः भूतलावधिकः नास्ति. अतः एकः एव भेदः भूतलावधिकः, पुस्तकावधिकः, वृक्षावधिकः इति न वक्तुं शक्नुमः. अतः एव तत्र तादृश अस्ति चेदेव निखिलावधिकः भेदः भवितुम् भेदः निखिलावधिकः भवितुम् अर्हति. किन्तु तादृशः विश्वे न कोऽपि अस्ति. इत्युक्ते तत्र कथञ्चित् इदानीं घटभेदः, इदानीं घटभेदः इति वार्ता नास्ति, यतोहि भेदः घटे अवधिकत्वम् अवधिकं घटावधिकं न इदानीं घटः इति उदाहरणं न भवितुमर्हति, यतोहि भेदः घटे अस्ति इति कृत्वा. मम प्रश्नः कोऽपि नास्ति महोदय, अवगतमेव. किन्तु तत्र केवलम् एतत् वक्तुम् इष्टवती, तत्र पृथक्त्वं घटे, तत्र घट अवधिकं तस्य स्थाने पुस्तकावधिकं भवितुम् अर्हति, तस्य स्थाने वृक्षावधिकं भवितुम् अर्हति इति आगच्छति इति वा इति चिन्तितवती, इति निखिलावधिकत्वम् इत्युक्ते तदेव इति वर्णनम् अस्ति वा तत्र इति न न न तथा नास्ति तथा नास्ति केवलं तत्र अनेके सदस्याः अवधिसमुदाये भवेयुः इति कृत्वा नाम तत्र निखिलावधिकत्वम् अस्ति चेत् तत्र अनन्ताः पदार्थाः तत्र अवधिसमुदाये भवेयुः किन्तु अत्र वार्ता का इत्युक्ते एकस्य वेदस्य एकः एव अवधिः अतः भूतलावधिकः इत्युक्ते भूतलभेदः पुस्तकावधिकः इत्युक्ते पुस्तकभेदः अतः तत्र भेदः भेदस्थले तु तत्र वेदस्य अवधित्वम् इति वार्ता अस्ति चेत् अथवा अवधिकत्वम् इति विषये तत्र निखिलावधिकत्वं नास्ति न भवति एव निखिलावधिकः भेदः विश्वे कुत्रापि नास्ति न कोऽपि अस्ति इति एव समीचीनं महोदय समीचीनं महोदय धन्यवादः अस्तु अस्तु अग्रे तर्हि तत्र मृणनी भगिनी अग्रे पठति वा आहत्य यः भेदः सर्वत्र अस्ति प्रतियोगिनं विहाय तस्य भेदस्य एक एव अवधिः घटभेदः सर्वत्र अस्ति किन्तु तस्य घटभेदस्य एक एव अवधिः घटः पृथक्त्वस्य अनेकविधकत्वम् अनेक अवधिकत्वम् ओ पृथक्त्वस्य अनेकावधिकत्वम् अस्ति किन्तु स्वयं सर्वत्र नास्ति भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति किन्तु अनेकावधिकत्वं नास्ति घटे विद्यमानं च पृथक्त्वम् एकमेव किन्तु घटे विद्यमानाः भेदाः असङ्ख्यकाः आहत्य यः भेदः सर्वत्र अस्ति प्रतियोगिनं विहाय अर्थात् भेदस्थले घटः पटात् पृथक् घटः पुस्तकात् पृथक् इदानीं किं भवति महोदय भिन्न तथा पृथक् बहु अस्माकं मस्तिष्के अतः अतः अतः भिन्नः नाम भेदः पृथक् इत्युक्ते पृथक्त्वम् आमाम् तर्हि आहत्य यः भेदः सर्वत्र अस्ति प्रतियोगिनं विहाय तर्हि प्रतियोगिनं विहाय सर्वत्र अस्ति हा भेदः आमां तर्हि घटः घटभेदः घटं विहाय सर्वत्र वर्तते अनेकपदार्थेषु घटभेदः वर्तते प्रतियोगिनं विहाय तस्य भेदस्य एक एव अवधिः अर्थात् स्वयं घट एव घटभेदः सर्वत्र अस्ति किन्तु तस्य घटभेदस्य एक एव अवधिः घटः सत्यं पृथक्त्वस्य इदानीं पृथक्त्वस्य अनेकावधिकत्वम् अस्ति अनेकावधिकत्वं पृथक्त्वस्य तर्हि घटः पुस्तकात् पृथक् फलात् पृथक् तर्हि अनेकावधिकत्वम् अस्ति अनेकाः अवधयः भवन्ति खलु समीचीनं किन्तु स्वयं सर्वत्र नास्ति नाम पृथक्त्वं कुत्र अस्ति नाम पृथक्त्वं नाम घटः घटः पटात् पृथक् इति ज्ञानं घटः पटात् पृथक् इति तर्हि तत्र अवधिः कः तत्र पटः तत्र पृथक्त्वं कुत्र अस्ति पृथक्त्वं पटे न न घटः पटात् पृथक् घटे घटे खलु नाम घटः कीदृशः इति उक्तं घटः घटः प्रकाशितम् अथवा पृथक्त्वं घटे अस्ति तस्य पृथक्त्वस्य अवधिः पटः खलु अवधिः पटः आम् पटः अपि तत्र पृथक्त्वं कीदृशम् इत्युक्ते पटावधिकत्वम् इति खलु पटावधिकत्वं इति वदामः किन्तु तत् पृथक्त्वं कुत्र अस्ति घटे घटे तत् तत् पृथक्त्वं पृथक्त्वं तत्र पुस्तके अस्ति वा पृथक् नाम पृथक्त्वं यत् इदानीं तत्र घट घटे विद्यमानं पृथक्त्वं तस्य एव विषयः सः एव विषयः अत्र खलु यदि वयं वदामः घटः पटात् पृथक् तत्र पृथक्त्वं केवलं घटे एव अस्ति अन्यत्र पुस्तके अपि पृथक्त्वं स्यात् किन्तु तद् भिन्नं पृथक्त्वं खलु अत्र यत् पृथक्त्वं घटे अस्ति सः तदेव विषयः तर्हि तद् पृथक्त्वम् अन्यत्र अस्ति वा घटं विहाय अन्यत्र अस्ति वा न अतः तत्र उक्तं पृथक्त्वस्य अनेक अवधिकत्वं तु अस्ति अनेक अवधिकत्वं तु अस्ति किन्तु स्वयं नाम पृथक्त्वं स्वयं सर्वत्र नास्ति खलु केवलं घटे एव अस्ति घटभेदः सर्वत्र अस्ति घटं विहाय किन्तु घट घटे यत् पृथक्त्वम् अस्ति तत् केवलं घटे एव अस्ति अन्यत्र नास्ति खलु अवगतं घटभेदः घटे नास्ति अन्यत्र सर्वत्र अस्ति घटे विद्यमानं पृथक्त्वं केवलं घटे एव अस्ति अन्यत्र कुत्रापि नास्ति भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति किन्तु अनेकावधिकत्वम् अनेकावधिकत्वं नास्ति भेदस्य अनेकावधिकत्वं नास्ति खलु तत्र अवधिसमुदाये स्वयं सः घट एव अस्ति प्रतियोगी एव अस्ति अतः एकः एव अवधिसमुदाये एकः एव सदस्यः नाम प्रतियोगी अतः अनेक अवधिकत्वं तत्र नास्ति भेदस्य घटे विद्यमानं च पृथक्त्वम् एकमेव घटे विद्यमानं पृथक्त्वम् एकमेव यदि वयं वदामः घटः पटात् पृथक् तत्र पृथक्त्वं घटे अस्ति खलु घटे एव अतः एकः एव इदानीं यदि वयं वदामः घटः वृक्षात् पृथक् तदापि पृथक्त्वम् अस्ति घटे खलु घटः पटात् पृथक् तत्रापि पृथक्त्वं घटे वर्तते घटः वृक्षात् पृथक् तत्रापि पृथक्त्वं घटे वर्तते किन्तु प्रथमपृथक्त्वं द्वितीयपृथक्त्वं समानं खलु यतोहि पृथक्त्वं गुणः अस्ति गुणः अस्ति गुणः आश्रयेण विद्यते नाम आश्रयः घटः इत्युक्ते घटे एकः एव पृथक्त्वम् अतः पटात् पृथक् इति वदामश्चेत् पटावधिकं पृथक्त्वं वृक्षात् पृथक् इत्युक्ते वृक्षावधिकं पृथक्त्वं किन्तु एकस्य पृथक्त्वस्य एव अवधि द्वयं तत्र भवति वृक्षः वा पटः वा खलु एकमेव पृथक्त्वं किन्तु अग्रे किन्तु घटे विद्यमानाः भेदाः असङ्ख्यकाः किमर्थम् घटे घटे पटभेदः अस्ति वृक्षभेदः अस्ति फलभेदः समीचीनं भगिनि नाम पटात् पृथक् इत्युक्ते पृथक्त्वं समानं घटः पटात् पृथक् पुस्तकात् पृथक् वृक्षात् पृथक् सर्वत्र पृथक्त्वम् एकमेव किन्तु घटः पटात् भिन्नः इति वदामश्चेत् पटभेदः घटे वर्तते घटः वृक्षात् भिन्नः इत्युक्ते वृक्षभेदः घटे वर्तते वृक्षभेदः अपि पटभेदः समानः वा न समानः यतोहि वृक्षभेदः इत्युक्ते वृक्षस्य अन्योन्य अभावः पटभेदः इत्युक्ते पट पटस्य अन्योन्य अभावः, पटस्य अन्योन्य अभावः तत्र प्रतियोगी पटः, वृक्षस्य अन्योन्य अभावः तस्य प्रतियोगी वृक्षः. अतः भेदाः समाना, भेदौ समानौ न स्तः, अतः भेदाः असङ्ख्यकाः सन्ति. खलु एकमेव पृथक् किन्तु असङ्ख्यकाः भेदाः घटे विद्यमानाः सन्ति इति भवति. अस्तु, समीचीनं भगिनि. हा अस्तु, अग्रे इदानीं तत्र हा चन्द्रमती भगिनी अग्रे पठति वा? तर्हि बोध्यं यत् प्रतियोगिनं खडं विहाय खडभेदः सर्वत्र अस्ति इत्यस्य अर्थः नास्ति यत् खडभेदस्य निखिलावधिकत्वम् अस्ति. खडभेदस्य अवधिः कः? पडः खडात् भिन्नः इति प्रतीतौ. खडभेदः कुत्र? पडे. अस्यां च प्रतीतौ अवधिः कः? खडः. खडात् भिन्नः, खडात् भिन्नः किल, अत्र खड एव अवधिः. अतः खडभेदस्य अवधिः खडः एव. खडभेदः खडविहाय सर्वत्र भवति, किन्तु यत्र यत्र खडभेदः भवति, पडे, मठे, वृक्षे, तत्र सर्वत्र तस्य खडभेदस्य अवधिः भवति. खड अवधिः भवति खडः एव. पटात् भिन्नः इति सर्वस्यां खडभेदविषयकः प्रतीतौ, विषयकप्रतीतौ श्रूयते, प्रतीतौ श्रूयते किल. तर्हि तर्हि बोध्यं यत् प्रतियोगिनं खडं विहाय खडभेदः सर्वत्र अस्ति इत्यस्य अर्थः नास्ति यत् खडभेदस्य निखिलावधिकत्वम् अस्ति. प्रतियोगिनं खडं विहाय, खडस्य प्रतियोगी खडः अस्ति, खड प्रतियोगिनं खडं विहाय खडभेदः सर्वत्र अस्ति इत्यस्य अर्थः नास्ति. खडभेदः न पुनः एकवारं वदतु भगिनि. प्रतियोगिनं खडं विहाय, खडस्य प्रतियोगी खडः एव, प्रतियोगिनं खडं विहाय खडभेदः सर्वत्र अस्ति इत्यस्य अर्थः. इत्यस्य अर्थः किं नास्ति? प्रतियोगिनं खडं विहाय खडभेदः सर्वत्र नास्ति. सर्वत्र अस्ति, सर्वत्र अस्ति, सर्वत्र अस्ति इत्यस्य अर्थः नाम निखिलावधिकत्वं नास्ति इति. नाम निखिलावधिकत्वं नाम तत्र प्रतियोगिनं विहाय घटभेद, प्रतियोगिनं विहाय घटभेदः सर्वत्र वर्तते इत्यस्य अर्थः घटभेदस्य निखिलावधिकत्वं, खडभेदे निखिलावधिकत्वं नास्ति. अस्ति अस्ति इति अर्थः नास्ति. पुनः वदतु महोदय. नाम एकं वाक्यमस्ति, प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति. तस्य वाक्यस्य अर्थः कः इत्युक्ते, अन्यत् वाक्यमस्ति नाम घटभेदस्य निखिलावधिकत्वम् अस्ति इति. अन्यत् वाक्यं घटभेदस्य निखिलावधिकत्वम् अस्ति इति नूतनं वाक्यम्. प्रथमवाक्यं सत्यम् अस्ति चेत् द्वितीयवाक्यमपि सत्यं वा इति प्रश्नः. प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र वर्तते इति यदि अङ्गीकुर्मः तदा किं घटभेदस्य निखिलावधिकत्वं भवति वा इति प्रश्नः. किन्तु तद् नास्ति, किन्तु तथा नास्ति. अतः प्रथमवाक्यस्य अर्थः प्रथमवाक्यस्य अर्थः द्वितीयवाक्यं नास्ति. वियोगिनं खडं विहाय खडभेदः सर्वत्र अस्ति, अतः खडभेदः निखिलावधिकत्वं नास्ति. खडभेदस्य निखिलावधिकत्वं नास्ति. नास्ति इति समीचीनं नास्ति भगिनि, नाम अतः घटभेदस्य निखिलावधिकत्वम् अस्ति इति नास्ति. तस्य अर्थः अवधिकत्वं निखिलावधिकत्वम् अस्ति इति अर्थः, तस्य वाक्यस्य अर्थः निखिलावधिकत्वम् अस्ति इति तस्य वाक्यस्य अर्थः नास्ति. घटभेदस्य निखिलावधिकत्वम् अस्ति इति तद्वाक्यं न वदति. तद्वाक्यं निखिलावधिकत्वम् अस्ति इति न वदति. तद्वाक्यं न वदति. खडभेदस्य अवधिः कः? पटः खडात् भिन्नः इति प्रतीतौ. खडभेदः, खडभेदः कुत्र? खडभेदः पटे, घटभेदः पटे अस्ति. पटे अस्यां च प्रतीतौ अवधिः कः? अवधिः पटः, अवधिः कः? खडः वा? अस्यां च किन्तु तत्र प्रतीतिः का? प्रतीतिः का तत्र? अस्यां च प्रतीतौ अवधिः कः? तत्र प्रतीतिः का अस्ति? तत्र प्रतीतिः का अस्ति? अत्र ज्ञानस्य वाक्यं किम् अस्ति? पटः घटः न, पटः घटात् भिन्नः इति एकस्ति खलु. पटः घटात् भिन्नः, तत्र पञ्चमी विभक्ति कुत्र? घटात् घट घटे. तर्हि अवधिः कः भवति? अवधिः पटः भवति, खडः आश्रयः भवति. भगिनि तत्र फलं वृक्षात् पतति, तत्र अवधिः कः? आश्रयः अवधिः वृक्षः. हा, अत्र पटः घटात् भिन्नः, कुत्र पञ्चमी कुत्र प्रथमा खलु? एतद् दृष्ट्वा खडः एव अवधिः. हा खलु, अस्तु. हा, तर्हि तत्र भवती एव उक्तवती घटभेदः कुत्र अस्ति? पटे. पटः एव आश्रयः खलु, पटे अस्ति इति उक्तम्. हा, इदानीम् अवधिः कः तत्र? अवधिः खडः एव. घटः. हा, अग्रे. खडात् खडात् भिन्नः किल? हा, नाम पञ्चमी अस्ति खलु. खडात् भिन्नः किल? खडः खडात् भिन्नः, अधः खडः एव अवधिः. अत्र खडः एव अवधिः. अतः खडभेदस्य अवधिः खडः एव. अतः खडभेदस्य अवधिः खडः एव. खडात् भिन्नः खडः, अधः खडभेदस्य अवधिः खडः एव. खडभेदः खडं विहाय सर्वत्र भवति. खडभेदः खडं विहाय पटे भवति, वृक्षे भवति, पुस्तके भवति, सर्वत्र भवति. किन्तु यत्र यत्र खडभेदः भवति, पटे पटे वृक्षे, तत्र सर्वत्र तस्य खडभेदस्य अवधिः भवति खडः एव खलु. खडा भिन्नः अस्ति, पटः मठः वृक्षः, अधः खड एव अवधिः, घटः एव अवधिः. समीचीनम्. किन्तु खडात् भिन्नः इति सर्वस्यां खडभेदविषयकप्रतीतौ श्रूयते किल? सर्वः अधः पटः मठः वृक्षः सर्व खडात् भिन्नः इति सर्वस्याम् इति सर्वस्यां खडभेदविषयकः प्रतीतौ सर्वस्याम् इति यतोहि प्रतीतिः इति स्त्रीलिङ्गपदम् ओ अस्तु अस्तु प्रतीतिः अतः प्रतीतिः आसीत् खलु नाम तत्र इति प्रतीतौ तत्र प्रतीतौ तत्र प्रतीतिः इति स्त्रीलिङ्गपदम् अतः सर्वस्यां नाम यत्र यत्र सा घटभेदविषयक नाम घटभेदः इति विषयः भवति प्रतीतेः तत्र नाम घटात् भिन्नः इति एव घटभेदस्य भेदः विषयः भवति चेत् किमपि अथवा कोऽपि पदार्थः कस्मिन्नपि पदार्थे घटभेदः वर्तते नाम स च पदार्थः घटात् भिन्नः इति आकृतिः भवति प्रतीतिः भवति खलु तर्हि मठः घटात् भिन्नः तदा एव घटभेदस्य विषयः भवति तत्र प्रतीतौ अतः तत्र प्रतीतौ श्रूयते घटात् भिन्नः इति श्रूयते सन्दर्शिता अतः तत्र घटः एव तत्र अवधिरूपेण भवति तर्हि तत्र भेदस्थले प्रतियोगी एव अवधिः प्रतियोगिरूप अवधिसमुदायः एकः एव अवधिः भेदस्य अपि सः अवधिः प्रतियोगी एव अतः इदानीम् अस्माकं मनसि तत्र पृथक्त्वस्य तत्र विशेष्यं विशेषं सर्वस्यां खडभेदविषयकप्रतीतौ श्रूयते किल एतत् वाक्यस्य अर्थं किञ्चित् वदति वा प्रतीतिः इत्युक्ते नाम तत्र प्रतीति इति ज्ञानस्य रूपं भगिनि नाम तत्र कोऽपि वदति नाम वदति कोऽपि वदति अन्यः कोऽपि शृणोति नाम घटः पटात् नाम पटः घटात् भिन्नः अतः तत्र प्रतीतिः यत्र यत्र यस्यां प्रतीतौ घटभेदः इति विषयः भवति तस्यां प्रतीतौ तत्र घटात् भिन्नः इति भवेत् तस्मिन् वाक्ये घटात् भिन्नः इति एकः भागः भवेत् अतः तत्र भवेत् इति अनुक्त्वा श्रूयते तादृशं श्रूयते खलु इति उक्तं नाम पटः घटात् भिन्नः इति श्रूयते नाम तत्र अस्ति सः भागः अस्ति प्रतीतौ इति अस्तु समीचीनं तर्हि तत्र घटभेदः भेदस्य एकः एव अवधिः घटः इति अतः तत्र घटभेदः एक अवधिकः किन्तु पृथक्त्वं तत्र अनेकावधिकं नाम पृथक्त्वस्य अनेकावधिकत्वम् अस्ति भेदस्य एक अवधिकत्वमेव अस्ति अतः तत्र इदानीं वयं पृथक्त्वमपि भेदः समानं वा इति प्रश्ने वयं वदामः न यतोहि तत्र बहु किमपि तत्र तत्र भेदः वर्तते यत् यत् पृथक्त्वस्य स्थले भवति तत् भेदस्थले न भवति यत् भेदस्थले भवति तत् पृथक्त्वस्थले स्थले न भवति इति कृत्वा इदानीं प्रायशः वयम् अङ्गीकुर्मः तत्र पृथक्त्वमपि भेदः समानमिति तु न स्वीकर्तुं शक्नुमः अङ्गीकर्तुं शक्नुमः इति अतः तत्र वैलक्षण्यं वर्तते इति एव तस्य एव शक्तिः अस्ति इदानीं समानम् इति तत्र शक्तिः नास्ति वैलक्षण्यं वर्तते इति एव तत्र तस्मिन्नेव मते तत्र शक्तिः इदानीम् अस्ति अस्तु तर्हि समीचीनमस्ति अग्रिमे सप्ताहे अग्रेसरामः तर्हि धन्यवादाः नमस्काराः धन्यवादः।